पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 30 ऋषय ऊचुः योऽसौ वेनस्त्वया ख्यातः पापाचारेण वर्तितः तस्य पापस्य का वृद्धिः किं फलं प्राप्तवान् द्विज चरित्रं तस्य वेनस्य समाख्या हि यथा पुरा विस्तरेण विदां श्रेष्ठत्वं न येदन्महामदे सूत उवाच चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः प्रवक्ष्यामि सुपुण्यं च यथा न्यायं श्रुतं पुरा जादे पुत्रे महाभागस्तस्मिन् पृद्धौ महात्मनि विमलत्वं गतो राजा धर्मत्वं गतवान् पुनः महापापानि सर्वाणि अर्जितानि नराधमैः तीर्थसङ्गप्रसङ्गेन तेषां पापं प्रयाति च सदां सङ्गात् प्रजायेत पुण्यमेव न संशयः पापानां तु प्रसङ्गेन पापमेव प्रजायते सम्भाषात् दर्शनात् स्पर्शात् दासनात् भोजनात् किल पापीनां सङ्गमाच्चैव किल्बिषं परिसञ्चरेत् तथा पुण्यात्मकानां च पुण्यमेव प्रसञ्चरेद महातीर्थप्रसङ्गेन पापा शुद्ध्यन्ति नान्यथा पुण्यां गतिं प्रयान्त्येदे निर्धूताशेषकल्मषाः ऋषय ऊचुः तत्कथं यान्ति ते पापाः परां सिद्धिं द्विजोत्तम तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते सूत उवाच लुब्धकाश्च महापापाः संजादा दासधीवराः रेवा च यमुना गङ्गास्तासामम्बसि संस्थिताः ज्ञानदोज्ञानद स्नात्वा सङ्क्रीडन्ति च वैजले महानद्या प्रसङ्गेन ते यान्ति परमां गतिं दासत्वं पापसङ्घातं परित्यज्य व्रजन्ति ते पुण्यतोयप्रसङ्गाच्च ह्याप्लुताः सर्व एव ते महानद्या प्रसङ्गाच्च अन्यासां नैव सत्तमाः महापुण्यजनस्यापि पापं नश्यति पापिनां प्रसङ्गादर्शनास्पर्शान्नात्र कार्या विचारणा अत्रार्थे श्रूयते विप्र इतिहासोखनाशनः तम्बो अद्य प्रवक्ष्यामि बहु पुण्यप्रदायकं कश्चिदस्ति मृगव्याधसुलोभाख्यो महावने श्वभिर्वा गुरिजालैश्च धनुर्बाणैस्तथैव च मृगान् खादयते नित्यं पिशिता स्वादलम्पटः एकतादु सुदुष्टात्मा बाणपाणिर्धनुर्धरः श्वभिः परिवृतो दुर्गं वनं विन्ध्यस्य वैगतः मृगान्नृरून्वराहांश्च भेदान् सूदितवान् बहून् रेवाधीरं समासाद्य कश्चिच्छफरखादकः शफरान् सूद इत्वा स निर्जगाम बहिर्जलाद मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी जीवत्राणपरासार्ता भेदा चलितचेतना त्वरमाणा पलायन्ती रेवातीरं समाश्रिता स्वभिश्च चालिता साधु बाण खादक्षतातुरा श्वसनस्यापि वेगेन सुलभो मृगखादकः पृष्ठ एव समायादि पुरतो यादि सा मृगी दृष्टवांस्तां शभरः बाणपाणिसमुद्यतः धनुरानम्यवेगेन अनुरुध्य च तां मृगीं तावल्लुब्धकलोभाग्यश्वभिः सार्धं समागतः न हन्तव्या मदीयेयं मृगया मे समागता तस्य वाक्यं समाकर्ण्य मीनः मांसलम्पटः बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः निहदा मृगलुब्धेन बाणेन निशितेन च प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः स्वभिर्दन्धैः समाक्रान्ता त्वरमाणा पपादसा शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने स्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हदा त्वया तमुवाच पुनः सोऽपि मीनः मृगखादकं मदीयेयं न सन्देहो अवलिप्तप्रभाषसे युध्यमानौ ततस्तौ दु द्वावेतौ दु परस्परं क्रोधलोभान्महाभागौ पतितौ विमले जले तस्मिन् काले महापर्व वर्धदे गतिदायकम् अमावास्या समायोगं महापुण्यफलप्रदं वेलायां पतिता सर्वे पर्वणस्तस्य सत्तम जपध्यानविहीनास्ते भावसत्यविवर्जिताः तीर्थस्नानप्रसङ्गेन मृगीश्वाच सलुब्धकः सर्वपापविनिर्मुक्तास्ते गताः परमं गतिं तीर्थानां च प्रभावेण सदां सङ्गाद्विजोत्तमाः नाशयेत् पापिनां पापं दहेदग्निरिवेन्धनं सुद उवाच तेषामेवं हि संसर्गादृशीणां च महात्मनां सम्भाषात् दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च वेनस्य कल्मषं नष्टं सदां सङ्गात् पुरा किल अत्युग्रपुण्यसंसर्गात् पापं नश्यति पापिनाम् अत्युग्रपापिनां सङ्गात् पापमेव प्रसञ्चरेद मादामहस्य दोषेण संलिप्तो वेन एव सः ऋषय ऊचुः मादामहस्य को दोषस्तं नो विस्तरदो वद स मृत्युः स च वै कालसयमो धर्म एव च न हिंसको हि कस्यापि पदे तस्मिन् प्रतिष्ठितः चराचराश्च ये लोकास्वकर्म वशवर्तिनः जीवन्ति च म्रियं ते च भुञ्जन्त्येवं स्वकर्मभिः पापाः पश्यन्ति तं घोरं तेषां कर्म विपाकदः निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान् योजये ताडयेत् सूद यम येष दिने दिने सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान् योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते स मृत्यो केन दोषेण पापी वेन त्वजायत सुद उवाच स मृत्युशासको नित्यं पापानां दुष्टचेतसाम् भर्तदेकालरूपेण तेषां कर्म विमृश्यति दुष्कृतं कर्म यस्यापि कर्मणा तेन खादयेत् तस्य पापं विदित्वा सौ नयत्येवं हितं यमः सुकृतात्मा लभेत् स्वर्गं कर्मणा सुकृतेन वै योजयत्येष तान् सर्वान् मृत्युरेव सुदूतकैः महदा सौख्यभावेन गीतमङ्गलकारिणा दानभोगादिभिश्चैव योजयेच्च कृतात्मकान् पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः त्रासये ताडयेद्विप्रान् सक्रोधो मृत्युरेव तान् कर्मण्येवं हितस्यापि व्यापारपरिवर्तते मृत्योश्चापि महाभागलोभात् पुण्यात् प्रजायते सुनीता नाम वै कन्या संजातैषा महात्मनः पितुकर्म विमृश्यैव क्रीडमाना सदैव सा प्रजानां शास्तिकर्तारं पुण्यपापनिरीक्षणं साधुकन्या महाभागा सुनीता नाम तस्य सा रममाणा वनं प्राप्ता सखीभिः परिवारिता तत्र पश्यन्महाभागं गन्धर्वतनयं वरं गीतकोलाहलस्यापि सुशङ्खं नाम सा तदा ददर्श चारु सर्वाङ्गं तप्यन्तं सुमहत्तपः गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीं तस्योपखादमे वासौ सा चकार दिने दिने सुशङ्खः क्षमदे नित्यं गच्छ गच्छेदि सोऽब्रवीद प्रेषिता नैव गच्छेत् सा विघ्नमेव समाचरेद तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितं तामुवाच तदक्रुद्धस्सु शङ्खक्रोधमूर्च्छितः दुष्टे पापः समाचारे कस्माद्विघ्नस्त्वया कृतः ताडनाताडनं दुष्टे न कुर्वन्ति महाजनाः आकृष्टा नैव कुप्यन्ति इति धर्मस्य संस्थितिः त्वया संखादितः पापे निर्दोषस्तपसान्वितः एवमुक्त्वा स धर्मात्मा सुनीधां पापचारिणीं विरराम महाक्रोधा ज्ञात्वा नारीं निवर्तितः ततः सा पापमोहाद्वा बाल्याद्वादमिहैव च समुवाच महात्मानं सुशङ्खं तपसि स्थितं त्रैलोक्यवासिनां तादो ममैव परिघातकः असतो खादयेन्नित्यं सत्यान् स परिपालयेद् नैव दोषो भवेत् तस्य महापुण्येन वर्तयेद् एवमुक्त्वा गदा साधु पितरं वाक्यमब्रवीद मया हि ताडितस्ताद गन्धर्वतनयो वने तपस्तपन् सतैकान्ते कामक्रोधविवर्जितः स मामुवाच धर्मात्मा क्रोधरागसमन्वितः ताडयेन्नैव ताडन्तं क्रोशन्तं नैव क्रोशयेद् इत्युवाच स मां ताद तन्मे त्वं कारणं वद एव मुक्तः स वै मृत्युः सुनीधां द्विजसत्तमः किञ्चिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः वनं प्राप्ता पुनः सा हि सुशङ्खो यत्र संस्थितः कराखादैस्तदो दौष्ट्यात्खादितस्तपतां वरः सुशङ्खस्ताडितो विप्रा मृत्योश्चैव हि कन्यया ततः क्रुद्धो महातेजा शशाप तनुमध्यमां निर्दोषो हि यदो दुष्टे त्वयैव परिताडितः अहमत्र वने संस्तस्तस्माच्चापं ददाम्यहं गार्हस्थ्यं च समस्ताय सह भर्त्रा दया शृणु पापाचारमयः पुत्रो देव ब्राह्मणनिन्दकः सर्वपापरदो दुष्टे तव गर्भे भविष्यति एवं शप्त्वा गदसोऽपि तप एव समाश्रितः गदे तस्मिन् महाभागे सा सुनीधा गृहं गता समाचष्टमहात्मानं पितरं तप्तमानसा यथा शप्ता तदा तेन गन्धर्वतनयेन सा तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितं कस्मात् कृतस्त्वया खादस्तपदि दोषवर्जिते युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम् एव मा भाष्य धर्मात्मा मृत्युः परमदुःखितः बभूव स हि तत्तस्यादिष्टमेवं विचिन्तयन् सूत उवाच अत्रिपुत्रो महातेजा अङ्गो नाम प्रतापवान् एकदा दुगतो विप्रानन्दनं प्रदिशद्विजः तत्र दृष्ट्वा देवराजं तमिन्द्रं पाकचासनम् अप्सरसां गणैर्युक्तं गन्धर्वैः किन्नरैस्तथा गीयमानं गीदघैश्च सुस्वरैः सप्तकैस्तथा विद्यमानं सुगन्धैश्च व्यजनैः सर्व एव सह योषिद्भिरुपयुक्ताभिश्चामरैर्हंसगामिभिः छत्रेण हंसवर्णेन चन्द्रबिम्बानुगारिणा राजमानं सहस्राक्षं सर्वाभरणभूषितं कामक्रीडागदं देवं दृष्टवानमितौजसम् तस्य पार्श्वे महाभागां पौलोमीं चारुमङ्गलां रूपेण तेजसा चैव तपसा च यशस्विनीम् सौभाग्येन विराजन्तीं पादिव्रत्येन तां सदीं तया सह सहस्राक्षः सरेमे नन्दने वने तस्य लीलां समालोक्य अङ्गश्चैव द्विजोत्तमः धन्यो वै देवराजोऽयमीदृश्यैः परिवारितः अहोस्य तपसो वीर्यं येन प्राप्तं महत्पदं यदा ममे दृश्यपुत्रः सर्वलोकप्रधारकः भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः इति चिन्तापरो भूत्वा त्वरमाणो गृहागतः यदि श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने त्रिंशोऽध्यायः ॐ